गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। अस्माकं न्यायवर्गे सर्वेषां सुस्वागतम्। इदानीं वयं मनोनिरूपण अवसरे स्मः। तत्र गते वर्गे सुखादि उपलब्धिसाधनम् इन्द्रियं मनः इति मनसः लक्षणं पठितं। तत्र दलद्वयं वर्तते, सुखादि उपलब्धिसाधनम् इति एकं दलम्, इन्द्रियम् इति द्वितीयं दलम्। मिलित्वा एव मनसः लक्षणं सिद्ध्यति इत्यतः दलद्वयमपि आवश्यकं। तस्मिन् विषये अग्रे पठिष्यामः। अपि च उपलब्धिः इत्युक्ते किम् इति चेत् प्रत्यक्षम् इति मनसि भवेत्। सुखदुःख इच्छा द्वेष प्रयत्न इति एतेषां विशेष आत्मगुणानां ज्ञानं कथं प्राप्यते इति चेत् मनः इति अन्तरिन्द्रियेण ते प्राप्यन्ते इति मनसि भवेत्। अत्र प्रत्यक्षम् इत्युक्ते उपलब्धिः इत्युक्ते प्रत्यक्षम्, प्रत्यक्षम् इत्युक्ते ज्ञानम्। ज्ञानम् इति आत्मनः विशेषगुणः एव। अपि च तद् ज्ञानं सविषयकं भवति। अत्र मनसा यद् ज्ञायते तस्य विषयं किम् इति चेत् तत्र सुख दुःख इच्छा द्वेष प्रयत्न, अतः एव तत्र सुखादि उपलब्धिसाधनम् इति दत्तम्। नो चेत् ज्ञानमपि ज्ञायते एव, अस्माकं ज्ञानं वर्तते अहं सुखी इति ज्ञानं भवति, किन्तु अहं सुखी इति ज्ञानं मयि वर्तते इति अपि अहं जानामि इत्यतः तत्र ज्ञानम् अपि विशेषगुणमेव, आत्मनः विशेषगुणमेव। किन्तु अत्र सुखादि, तत्र आदिपदेन सुखदुःख इच्छा द्वेषप्रयत्नः इति पञ्च आत्मविशेषगुणाः सूचिताः भवन्ति। हा इति अस्ति। तच्च प्रत्यात्मनियतत्वात् अनन्तं परमाणुरूपं नित्यं च इति कति मनाः सन्ति, मनांसि सन्ति इति पृष्टे सति प्रत्येकम् आत्मनि एकैकं मनः तिष्ठति इत्यतः यावन्तः आत्मनि आत्मनः सन्ति तावन्ति मनांसि अपि सन्ति इति स्वीकर्तव्यम्। अतः अनन्तः, अस्माभिः पठितं जीवात्मा तु अनेकम् इति, अतः मनः कति इति चेत् अनेकम्। अपि च तस्य परिमाणं किम् इति चेत् परमाणुपरिमाणम्। तत्र किमर्थं परमाणुपरिमाणं स्वीकृतम् इति अग्रे चिन्तयामः, किन्तु केवलम् अवधानार्थम् अहं वदामि। परमाणुरूपम् अपि च नित्यं, यद् परमाणुरूपं नो चेत् परममहत्परिमाणमस्ति तद् नित्यं भवेत् इति अस्माभिः अधीतं किल। यद् परमाणुरूपं नो चेत् परममहत्परिमाणमस्ति तद् नित्यं भवेत्। अपि च विपरीतरीत्यापि, यद् नित्यमस्ति तत् निश्चयेन परमाणुरूपं वा परममहत्रूपं वा भवेत् इति नियमः अस्माभिः अधीतम्। अस्तु, इति तत्र मूलग्रन्थस्य वाक्यमस्ति मनसः विषये। हा, अत्र आरम्भतः किञ्चित् पठेम, तत्र उपलब्धिः प्रत्यक्षम् इति। हरि ओं महोदय। हा वदतु महोदय। महोदय, इदानीं भवान् अवदत् हा तत् परमाणु परिमाणमपि नित्यं अपि च विभु अपि भवितुमर्हति. सत्यं महोदय? नो, यत् परमाणुपरिमाणमस्ति तद् कथं वा विभुः भवितुमर्हति? तदेव मम प्रश्नः. क्षम्यतां महोदय. तर्हि तद् मया न उक्तं. क्षम्यतां. मया किम् उक्तम् इति चेत्, नित्यत्वं यत्र यत्र वर्तते तत्र सर्वत्र परममहत्परिमाणं वा परमाणुपरिमाणं वा भवेत् इति मया उक्तम्. किन्तु यत् परममहत्परिमाणमस्ति तदेव विभुः. इत्युक्ते ये विभवः ते सर्वे नित्याः इति वक्तुं शक्यते, किन्तु ये नित्याः ते सर्वे विभवः इति नास्ति. विभु अपि भवितुमर्हति अपि च परमाणुपरिमाण अपि भवितुमर्हति तस्य. महोदय, हा अस्तु, भवान् एव आरब्धं करोतु महोदय. अत्र उपलब्धिप्रत्यक्षम् उपलब्धिः प्रत्यक्षम् इति अस्ति किल, ततः महोदय एकवारं तत् सङ्ख्या महोदय पृष्ठसङ्ख्या सप्ततिः. सप्ततितमपुटे. हा अत्र मनोनिरूपणम् इति अस्ति किल? अस्ति महोदय. तत्र स्थूलाक्षरैः यद् यल्लिखितं ततः अधोभागे उपलब्धिः प्रत्यक्षम्. उपलब्धिः प्रत्यक्षं सुखादीनां यत् प्रत्यक्षं भवति, अहं सुखी अहं दुःखी इत्येवम् आकारकं तस्य साधनं करणं यदेन्द्रियं तत् मनः. चक्षुश्रोत्रादीन्द्रियाणि यथा रूपशब्दादिगुणग्राहकाणि तथा सुखदुःखादिगुणग्राहकं यदिन्द्रियं तत् मनः इत्युच्यते. तावत् वदतु महोदय. आं महोदय, उपलब्धिः प्रत्यक्षम्. सुख दुःख इत्यादि अनुभवं यद् उत्पद्यते मनुष्ये तत् अनुभवं प्रत्यक्ष अनुभवमेव. अहं सुखी अहं दुःखी इत्यादि अनुभवरूपेण यदनुभवं जायते तत् मनसा प्रत्यक्षं भवति. तस्य साधनम् अस्ति मनः, तदपि अन्तरिन्द्रियम् अस्ति. चक्षुः श्रोत्रादि इन्द्रि महोदय वदतु महोदय. प्रथमं भवान् वदतु, किञ्चित् अग्रे चिन्तयामि. चक्षुषा रूपं दृश्यते, श्रोत्रया शब्दगुणम् इत्यादि इन्द्रियाणि यद् गुणग्राहकाणि भवन्ति तथैव सुख दुःख इच्छा द्वेष ज्ञान इत्यादि बुद्धि. ज्ञान इत्युक्ते बुद्धिः प्रयत्नः. षष्ठ अनुभवानि अपि अनुभवाः मनो इन्द्रियेण गृह्यन्ते इति अस्ति. अहं सुखी इति प्रत्यक्षम् इति केन आधारेण कथं वदामः अहं सुखी इति प्रत्यक्षेन ज्ञायते इति? मनस् मनो इन्द्रियं यदस्ति महोदय, तदपि इन्द्रियमेव. पञ्चेन्द्रियाणि यद् सन्ति महोदय, तत् इन्द्रियेण गृह्यते अतः तदपि प्रत्यक्षम्। हा, इति मुख्यवार्ता अस्ति। तत्र नैयायिकानां मतानुसारं प्रत्यक्षम् इत्युक्ते किम् इति चेत्, इन्द्रियेण यद् न्यायं जायते तत्सर्वं प्रत्यक्षम् इति नैयायिकानां मतम्। अतः तत्र यथा चक्षुरिन्द्रियेण यत्किमपि रूपस्य ज्ञानं भवति तस्य प्रत्यक्षम् इति स्वीकुर्मः, श्रोत्रेन्द्रियेण श्रोत्रा यद् ज्ञानं भवति तस्यापि प्रत्यक्षम् इति स्वीकुर्मः, तथा अहं सुखी अहं दुःखी इति एतानि ज्ञानानि अपि प्रत्यक्षमेव। किमर्थम् इत्युक्ते तत्र मनः इति इन्द्रियेण तानि जायन्ते इत्यतः तत्र प्रत्यक्षत्वं स्वीकृतम्। अत्र मुख्यवार्ता किमिति चेत् इन्द्रियत्वेन प्रत्यक्षत्वं साधितम् इति सर्वेषां मनसि भवेत्। समीचीनम्, अस्तु। अग्रे इदानीं शिवराम कुलकर्णी महोदय, भवान् पठति वा? श्रूयते वा? हा, श्रूयते महोदय, समीचीनतया श्रूयते इदानीं। अनेन इन्द्रियेण न केवलं सुखादीनां प्रत्यक्षं जायते किन्तु तदाश्रयस्य आत्मनः अपि। एतदेव पठनीयं न? हा हा हा हा। यद्यपि आत्मनि रूपं नास्ति तथापि दर्शितरीत्या बहिरिन्द्रियेण प्रत्यक्षजनने एव रूपापेक्षा। मनः तु अभ्यन्तरम् आत्मानं तद्गुणान् न गृह्णाति। अनेन इन्द्रियेण न केवलं सुखादीनां प्रत्यक्षं जायते किन्तु तदाश्रयस्य आत्मनः अपि। अनेन नाम मनसा इन्द्रियेण केवलसुखादीनां प्रत्यक्षं न जायते किन्तु तदाश्रयस्य आत्मनः अपि। सुखादीनाम् आत्मा अस्ति, आत्मनः अपि अनुभूति मनसा इन्द्रियेण एव जायते। यद्यपि आत्मनि रूपं नास्ति तथापि दर्शितरीत्या बहिरिन्द्रियेण प्रत्यक्षजनने एव रूपापेक्षा। किञ्चित् दर्शितरीत्या तथापि बहिरिन्द्रियेण प्रत्यक्षजनने मनः तु अभ्यन्तरम् आत्मानं तद्गुणान् न गृह्णाति। किञ्चित् विवरणं भवानेव करोतु। यद्यपि आत्मनि रूपं नास्ति, आत्मनि रूपं तु नास्ति एव, अत्र रूपम् इति बहिरिं दृश्यं रूपं नाम न रूपमिति गुणः, तत्र गुणः अस्ति। हा, रूपमिति गुणः, चतुर्विंशतिगुणेषु रूपमस्ति किल, गुणशीलः तादृशम्, आमां तदेव गुणः अस्ति। रूपम् इत्युक्ते तादृशगुणः, आत्मनि रूपम् इति गुणं नास्ति। अस्माभिः पूर्वम् अधीतं यत् प्रत्यक्षयोग्यम् अस्ति तस्मिन् रूपं निश्चयेन भवेत्। रूपं विना यस्य कस्यापि दर्शनं न भवति। तत्र आकाशे रूपं नास्ति अतः आकाशस्य प्रत्यक्षं न भवति। आमां वायोः रूपं नास्ति अतः वायोः रूपं प्रत्यक्षं न भवति। तादृशम् आत्मनः अपि रूपं नास्ति, कथं वा आत्मनः प्रत्यक्षम् इति पृष्टे सति प्रश्नः उदेति। हा, इति प्रश्नः उदेति। तत्र उत्तरमस्ति, आत्मनः इदानीं तादृशनियमः, रूपमस्ति चेदेव प्रत्यक्षं भवति इति नियमः केवलं बाह्यविषयाणामेव, किन्तु आत्मा तु अन्तर्विषयमस्ति अपि च मनः तु अन्तरिन्द्रियमस्ति। तादृशनियमः केवलं बहिरिन्द्रियाणामेव, अन्तरिन्द्रियस्य तत्र रूपमस्ति चेदेव यस्य कस्यापि। इदानीं तत्र सुखस्य प्रत्यक्षं मनसा जायते किन्तु सुखे रूपं नास्ति, तथापि तस्य प्रत्यक्षं भवति इति अस्माभिः अङ्गीकृतं किल। तावदेव आत्मनः यद्यपि रूपं नास्ति तथापि मनः अन्तरिन्द्रियम् इत्यतः तेन इन्द्रियेण आत्मनः प्रत्यक्षं जायत्येव इति नैयायिकानां। हा, इति कृत्वा मनः तत्र यथा चक्षुः अपि च त्वक् तथा मनः अपि गुणस्य अपि च तस्य तेषाम् आधारीभूत द्रव्यस्यापि प्रत्यक्षं करोति इति मनसि भवेत्। हा अपि च अन्यद् अन्यद् एकम् अहं वदामि, तत्र नैयायिकानां मतानुसारम् आत्मनः प्रत्यक्षं सर्वदा मनसा जायत्येव, किन्तु वेदान्तीनां मतं तु किञ्चित् भिन्नमस्ति। मानस तत्र उपनिषदि भवति यतो वाचो निवर्तन्ते अप्राप्य मनसा सह इति, मनसा न गृहीतुं शक्यते आत्मा इति वेदान्तीनां मतं, किन्तु नैयायिकानां मतम् अस्ति मनसा सर्वदा आत्मनः प्रत्यक्षं भवत्येव इति भेदः अस्माभिः अवगन्तव्यः। अग्रे भवान् एव पठतु महोदय। काल्लक्षणे व्यवहारः ज्ञानजनकशब्दप्रयोगरूपः प्रविष्टः, तत्र च ज्ञानं सविषयकं प्रविष्टम् इति तस्य विषयता अतितत्त्वे घटादौ च निरूपिता। काललक्षणे व्यवहारः ज्ञानजनकशब्दप्रयोगरूपप्रविष्टः, तत्र च ज्ञानं सविषयकं प्रविष्टम् इति तस्य विषयता अतीतत्वे घटादौ च निरूपिता। तदेव इह अपि उपलब्धिः प्रत्यक्षरूपं ज्ञानं सविषयकम् इति अत्रापि तद्विषयता वक्तव्या, तदाश्रयस्य सुखं भवति। किञ्चित् विवरणं करोतु भवान्, न अवगतम्। हा एतदपि गते वर्गे अस्माभिः पठितं किल, तत्र श्रीराममहोदय श्रीराममहोदय वदति वा? नमस्कारः महोदय। नमस्कारः। इदानीं प्रयत्नं करोमि। काल्लक्षणे व्यवहारः ज्ञानजनकशब्दप्रयोगरूपः प्रविष्टः, यदा काललक्षणे निरूपणं वयं कृतवन्तः तत्र कालः ज्ञान शब्दप्रयोगेन शब्दप्रयोगः एव कारणं भवति, शब्दप्रयोगस्य कारणम् अस्ति कालः, तद् वयं पठितवन्तः। तत्र ज्ञानजनकशब्दप्रयोगः हा अस्तु समीचीनं, किन्तु कीदृशज्ञानं तत्र स्वीकृतं? तत्र घटः अत्र अस्ति, इदानीमस्ति घटः, इदानीमस्ति व्यवहारः अतीतत्वं घटः अतीतः इति अस्ति किल। अस्तु वदतु। तत्र च ज्ञानं सविषयकं प्रविष्टम् इति तस्य विषयता अतीतत्वे घटादौ च निरूपिता। तत्र विषयकम् अस्ति ज्ञानं, तत्र सविषयकं विषयेन सह एव वर्तते, यदा यदा अतीतत्वे घटादौ, घटः इदानीं नास्ति पूर्वम् आसीत् तादृशशब्दप्रयोगस्य विषयता सम्बन्धेन तत्र आचार्येण निरूपितं तदेव तद्वदेव इह अपि उपलब्धिः, उपलब्धिः इत्युक्ते प्रत्यक्षं, तद्वदेव इत अपि प्रत्यक्षरूपं ज्ञानं सविषयकम्, अत्र अपि प्रत्यक्षरूपं ज्ञानं सविषयकं विषयेन सह एव भवति इति अत्रापि तद्विषयता वक्तव्या, तद् अत्र अपि विषयतासम्बन्धेन एव निरूपणीया, सम्बन्धेन निरूपणीया तत् सर्वं, तद् आश्रयश्च सुखं भवति। इदानीं सुखम् अस्माकं आत्मनि भवति चेत् तदा मनसा प्रत्यक्षं भवति, तदा प्रत्यक्षस्य केन सम्बन्धेन भवति प्रत्यक्षम् इत्युक्ते विषयतासम्बन्धेन भवति. किमर्थम् इत्युक्ते सुखम् अपि विषयः अस्ति, मनसः विषयः अस्ति इत्यतः तत्र विषयतासम्बन्धेन विषयः इति वदति चेत् तत्र समीचीनं वा? मनसः विषयः नास्ति, ज्ञानस्य विषयः. ओ, ज्ञानस्य प्रत्यक्षज्ञानस्य विषयः तादृशं वा? तत्र मानसप्रत्यक्ष ज्ञानस्य विषयः अस्ति, अतः तत्र केवलं विषयः इति वदामश्चेत् तत्र सर्वत्र ज्ञानं भवेत्, ज्ञानस्य एव विषयः भवति. तदा यदा सुखम् अस्मत्सु भवति तदा तस्य ज्ञानं भवति, तदेव मनसा गृह्यते वा? हा, विषयः तत्र विषयः इति पद तत्र नैयायिकानां मतानुसारं यत्र वयं न्यायवर्गे स्मः तत्र विषयः इति पारिभाषिकशब्दः विषयः, अतः एव विषयता इति वदामः. तत्र विषयः इति किमर्थं वदामश्चेत् तत्र विषयः अस्ति, कस्य? ज्ञानस्य विषयः अस्ति. ज्ञानस्य विषयः केन सम्बन्धेन? विषयता सम्बन्धेन. सम्बन्धेन हा, ज्ञानं कुत्र वर्तते? आत्मनि वर्तते. केन ज्ञायते? मनसा ज्ञायते. ज्ञायते किन्तु विषयः कुत्र वर्तते इति चेत् ज्ञाने एव वर्तते, मनसि न वर्तते, अपि च आत्मनि अपि वर्तते इति वक्तुं शक्यते. केन सम्बन्धेन? भवान् वदतु इदानीं तत्र सुखं केन सम्बन्धेन आत्मनि वर्तते? समवायसम्बन्धेन. समीचीनं, गुणः. समीचीनं, गुणः गुणः गुणिनि समवायसम्बन्धेन वर्तते इत्यतः सुखम् आत्मनि समवायसम्बन्धेन वर्तते, अपि च सुखं ज्ञाने केन सम्बन्धेन वर्तते? विषयतासम्बन्धेन. हा, विषय इदानीं भवान् वदतु सुखं मनसि केन सम्बन्धेन वर्तते इति पृष्टे सति. सुखं मनसि केन सम्बन्धेन प्रत्यक्षज्ञानं, तदनन्तरं किञ्चित् भ्रमः अस्ति. अतः तस्मिन् विषये इदानीम् अस्माभिः न पठितम् इत्यतः तत्र मनसि वर्तते इति न वदतु, केवलं ज्ञानस्य विषयः, अतः विषयः ज्ञाने वर्तते. हा, अग्रे वदतु महोदय. विषय सुखं विषयः अस्ति, तस्य विषयः ज्ञानस्य विषयः, अतः विषयितासम्बन्धेन विषयितासम्बन्धेन ज्ञाने सुखं वर्तते, तयोः निरूपनिरूप्यभावः अस्ति. एवमेव प्रत्यक्षज्ञान ज्ञानं एकनिमिषं पठामि. तद् आश्रयश्च सुखं भवति. तदाश्रय तादृशप्रत्यक्षं प्रति साधनं कारणं मनः चेत् कार्यं प्रत्यक्षम्. इदानीं प्रत्यक्षज्ञानस्य कारणं मनः, मनः इति अन्तरिन्द्रियम् अस्ति. अस्माकं प्रत्यक्षज्ञानस्य कारणम् अस्ति मनः. इदानीं तादृशं स्वीकुर्मश्चेत् प्रत्यक्षं कार्यं भवति, प्रत्यक्षं ज्ञानं कार्यं भवति, मनः कारणम् अस्ति. अतः मनसि जनकता अस्ति, प्रत्यक्षज्ञाने जन्यता अस्ति, अथवा मनसि कार्यता अस्ति, कारणता अस्ति, प्रत्यक्षज्ञाने कार्यता अस्ति. समीचीनं, तन्निरूपिता कारणता मनसि इत्येवं रीत्या विचेषणं भवति, तथा च चित्रम्. इदानीं चित्रस्य यद् अस्माभिः पठितं तत्सर्वं चित्रे निरूपितम् अस्ति. सुखनिष्ठविषयता निरूपित विषयिता आश्रय प्रत्यक्षज्ञानं तन्निष्ठ जनक जन्यता निरूपित जनकता आश्रयः मनः इति भवति. हा, इति मनसः लक्षणं निरूपणं, मनसः निरूपणं, हा, मनसः लक्षणस्य निरूपणं भवति. सुखनिष्ठविषयतानिरूपितविषयताश्रय प्रत्यक्षनिष्ठजन्यतानिरूपितजनकताश्रयः मनः इति भवति. अत्र तत्र यथा तत्र व्यवहारः इति दत्तमस्ति किल, वयं पठितवन्तः अत्र काललक्षणे अतीतत्वादिव्यवहारहेतुः कालः इति. तत्र घटः अतीतः इति शब्दप्रयोगः, कोऽपि वदति घटः कुत्र अस्ति चेत् घटः अतीतः, घटः आसीत् इदानीं नास्ति इति कोऽपि वदति. इदानीं तत्र आसीत्, अतीतः, वर्तते, भविष्यति इति एतादृशशब्दप्रयोगः केन आधारेण अस्माभिः कर्तुं शक्यते इति चेत् तत्र कालः हा इति. तथा अत्रापि यथा काले काललक्षणविषये तत्र सविषयकं भवति ज्ञानं, तथा अत्रापि सविषयकं भवति ज्ञानं. अत्र कस्मिन् विषये ज्ञानं? सुखस्य विषये ज्ञानम्. अतः सुख ज्ञानं सुखे विषयतासम्बन्धेन वर्तते, तेन मनसः निरूपणं कर्तुं शक्यते. सुखस्य प्रत्यक्षं मनसा क्रियते, सुखेन तत्र सुखस्य ज्ञानं भवति, तज्ज्ञानं मनसा भवति इत्यतः यदा वयं सुखस्य अनुभवं प्रापयामः अनुभवामः. ध्वनिः आगच्छति मम पार्श्वे. आमां किञ्चित् हा अस्तु. तत्र अहं सुखी इति यदा मयि ज्ञानं भवति, तज्ज्ञानं मनः विना न भवति इत्यतः यदा अहं सुखम् अनुभवामि तर्हि मनः इति अन्तरिन्द्रियम् अस्ति, तेन एव तस्य प्रत्यक्षं तत्र सुखम् इति गुणस्य प्रत्यक्षं जायते इति अवगन्तुं शक्यते इत्यतः तत्र मनः अस्ति इत्यस्य निरूपणं तत्र सुखेन भवति, सुखमिति ज्ञानेन भवति, अहं सुखी इति ज्ञानेन भवति इत्यतः मनसः निरूपणं कृतम्. अस्तु अग्रे विजया भगिनी पठति वा? महोदय हा वदतु. भवता पूर्वम् उक्तम् इति सुखादि उपलब्धिसाधनम् इति अस्ति, तत्र ज्ञानं न स्वीकृतं किमर्थम् इति अहं चिन्तयामि. मनसा एव ज्ञानं, प्रत्यक्षज्ञानं, सुखस्य प्रत्यक्षज्ञानं भवति, तत्कारणेन एव तत्र ज्ञानम् इति न योजितम् इति वा? अत्र उपलब्धिः इत्युक्ते किं? प्रत्यक्षं, ज्ञानस्य प्रत्यक्षं न भवति, ज्ञानस्य ज्ञानं प्रत्यक्षं न भवति इति अतः हा तत्र तादृशचिन्तनं मास्तु. किन्तु तत्र उपलब्धिः इत्यस्मिन् स्थाने प्रत्यक्षम् इति स्थापयितुं शक्यते, प्रत्यक्षम् इत्यस्मिन् स्थाने ज्ञानम् इति अपि स्थापयितुं शक्यते इति चेत् इति कृत्वा सुखादि ज्ञानस्य साधनं, सुखादि ज्ञानसाधनम् इन्द्रियम् इति चिन्तयतु. तत्र सुखादि इत्यस्मिन् स्थाने ज्ञानादिज्ञानसाधनम् इन्द्रियं मनः इति लक्षितं चेत् तत्र भ्रमः आगच्छति किल. ज्ञानादि ज्ञानसाधनम् इन्द्रियं मनः इति अस्ति चेत् अतः तत्र सुखादि उपलब्धिसाधनम् इति लिखितं. ज्ञानं त्यक्त्वा किमर्थम् इत्युक्ते तत्र ज्ञानपदमपि योजितमस्ति किल, उपलब्धि इत्यनेन ज्ञानम् इति गुणः एव सूचितम्. किन्तु भवतः प्रश्नः इदानीं तत्र ज्ञानस्य प्रत्यक्षं केन भवति इति चेत् तत्र तदपि मनसा एव भवति. तदेव भवता पठितं किल इदानीं तत्र चित्रं पश्यतु. प्रत्यक्षे कार्यता अस्ति, प्रत्यक्षम् इत्युक्ते ज्ञानं, तस्य कारणं किं? प्रत्यक्षम् इति मनः. मनः तत्र कारणम् अस्ति इति तु न विषय, ज्ञानं न विषयः अस्ति खलु महोदय? न कस्य कारणम् इदानीं प्रत्यक्षज्ञानस्य कारणं मनः इति अस्ति. हा अतः ज्ञानमस्ति चेत् मनः अस्ति, इदानीं ज्ञानम् उत्पद्यते चेत् तत् मनसा गृह्यते एव, इत्यतः तत्र ज्ञानस्य पुनः ज्ञानम् इति वदामश्चेत् तत्र दोषः भवति किल. किमर्थमिति चेत् तस्य ज्ञानस्य उत्पत्तिः कथं भवति इति अनवस्थादोषं भवति इत्यतः तत्र मनः इति इन्द्रियम् इन्द्रियमस्ति चेत् इन्द्रियेण यद् यद् ग्राह्यं तावद् वक्तव्यं तावदेव. मनः इति कारणं कस्य? ज्ञानस्य कारणं. मनसः कार्यं किम् इति चेत् ज्ञानम्. ज्ञानस्य विषयः कः इति चेत् सुखम्. हा अस्तु समीचीनं. विजया भगिनि पठतु भगिनि. अत्र च वायुलक्षणी इव द्वे दले वर्तते. सुखादि प्रत्यक्ष साधनस्य मात्रः उक्तौ आत्मनि अतिव्याप्तिः. प्रत्यक्षं प्रति आत्मनः अपि कारणत्वात् अतः इन्द्रियत्वं ज्ञेयम्. आत्मनि न इन्द्रियत्वम् इति न अतिव्याप्तिः. इन्द्रियत्व मात्र उक्तौ चक्षुरादौ अतिव्याप्तिः. अतः सुखादि प्रत्यक्षजनकत्वमपि दातव्यं. चक्षुः रूपप्रत्यक्षजनकं न तु सुखग्राहकम् इति न अतिव्याप्तिः. तत्र वायुलक्षणे इव द्वे दले वर्तते. स्पर्शम् अनन्तरं न प्रत्यक्षम्. न न वायोः लक्षणं किम्? वायोः लक्षणं स्पर्शमेव. न न लक्षणवाक्यं किं मनसि अस्ति वा? रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम्. हा रूपरहितत्वम् इति एकं दलं, स्पर्शवत्वम् इति द्वितीयं दलम्. तथा अत्रापि दलद्वयं वर्तते. वदतु अग्रे. अनन्तरं सुखादि प्रत्यक्षसाधनस्य मात्र उक्तौ आत्मनि अतिव्याप्ति. तत्र तत्र मनसा एतत् स्वीकृतम् एतदपि तत्र सुखादि प्रत्यक्षरूपेण इत्युक्ते तत्र मनसा एव अनुभवामः. साधनस्य मात्र साधनत्वं मात्र उक्तौ आत्मनि तत्र अतिव्याप्तिः इति किञ्चित् भवानेव वदतु जि. तत्र एतत् बहु तत्वरीत्या अस्ति तत्र. अत्र किमपि नास्ति भगिनि. अत्र पश्यतु, सुखादि प्रत्यक्षसाधनं साधनत्वं, तत्र सुखादि प्रत्यक्षसाधनत्वम् इति तावदेव वदामश्चेत् आत्मनि अतिव्याप्तिः भवति. कथम् इति चेत् प्रत्यक्षं प्रति आत्मनः अपि कारणत्वम्. इदानीं सुखम् इति गुणः कुत्र वर्तते? विजया भगिनी वदतु. गुणः कुत्र वर्तते इत्युक्ते? हा तत्र सुखं दुःखम् इति एतादृशगुणाः कुत्र वर्तन्ते? गुणः सर्वदा कस्यचित् द्रव्ये एव भवितुमर्हति किल, स्वतन्त्रतया यत्र कुत्रापि न भवति किल. हा तादृशं तत्र. इदानीं नीलः इति गुणः घटे वर्तते. नीलः इति रूपगुणः, घटः इति द्रव्ये वर्तते इति वयं वदामः. एवमेव सुखम् इति गुणः कस्मिन् द्रव्ये वर्तते? आप, तस्मिन् द्रव्ये इत्युक्ते तत्र आत्मनि एव न सत्यं तदेव आम् एते सर्वे तत्र सुखं दुःखम् इच्छा द्वेषः प्रयत्नः धर्म अधर्म ज्ञानम् अपि च भावनाख्यसंस्कारः इति नवगुणाः विशेष आत्मगुणाः सन्ति किल अतः एते सर्वे आत्मनि एव वर्तते आत्मनि वर्तते चेत् आत्मा एव अधिष्ठानं भवति यद् अधिष्ठानं भवति तत् कारणं भवति किल तत्र अस्माकं निकषात्रयम् अस्माभिः अधीतं किल कार्यादिकरणे भवेत् पूर्वक्षणे भवेत् सर्वदा भवेत् इति तिस्रः निकषाः अस्माभिः अधीताः कारणत्वसाधनार्थम् इदानीं तादृशनिकषाः आत्मनि अपि सङ्गच्छते इत्यतः आत्मा सुखस्य कारणं भवति अधिष्ठानरूपेण आत्मा सुखस्य कारणं भवति किन्तु आत्मा इन्द्रियं नास्ति यदि सुखादिप्रत्यक्षसाधनत्वम् इति तावदेव वदामश्चेत् तत्र लक्षणम् इदानीम् आत्मनि अपि सङ्गच्छते अतः तत्र अतिव्याप्तिदोषः भवति अतः इन्द्रियत्वं देयम् इति दत्तमस्ति इदानीं गोः लक्षणं किम् इति कोऽपि पृच्छति चेत् तत्र यस्मिन् पशौ चत्वारः पादाः सन्ति ते सर्वे गोः इति वदामश्चेत् तत्र अजे अपि अतिव्याप्तिः भवति किल तादृशं हा तादृशम् अत्रापि केवलं सुखादिप्रत्यक्षसाधनं साधनत्वम् इति तावदेव लक्षणं कुर्मश्चेत् तत्र आत्मनि आत्मा अपि कारणं सुखस्य कारणम् अधिष्ठानरूपेण इति कृत्वा अतिव्याप्तिः आत्मनि भवति तन्निवारणार्थम् इन्द्रियम् इति योजयामश्चेत् आत्मा तु इन्द्रियं नास्ति आत्मा तु द्रव्यमस्ति इन्द्रियं नास्ति द्रव्यमस्ति किन्तु इन्द्रियं नास्ति अतः आत्मनि अतिव्याप्तिः अपगच्छति अग्रे भगिनि आत्मनि च तत्र इन्द्रियत्व तत्र अतिव्याप्तिः इति दोषः अस्ति वा सत्यम् अतिव्याप्तिः हा लक्षणदोषः अपि अस्माभिः अधीतं किल अतिव्याप्तिः अव्याप्तिः असम्भवः इति त्रयः दोषाः लक्षणवाक्ये न भवेत् प्रत्यक्षम् इति आत्मनः अपि कारणत्वात् भवानेव उक्तवान् इदानीम् अतः इन्द्रियत्वं देयम् अग्रेण इन्द्रियत्वम् इति न अतिव्याप्तिः इन्द्रियत्वं मात्र उक्तौ चक्षुरादौ अतिव्याप्तिः इदानीं भवती वदतु तत्र इन्द्रियत्वम् इत्युक्ते तत्र इन्द्रियेण एतत् ग्राहकम् एतत् मात्रं तत्र चक्षुरादौ चक्षुः अन्य इन्द्रियाणि अपि अत्र अतिव्याप्तिः अतः सुखादि प्रत्यक्षजनकत्वमपि दातव्यम् केवलम् इदानीम् इन्द्रियत्वम् एव मनसः लक्षणमिति वदामश्चेत् कुत्र अतिव्याप्तिः भवति न इन्द्रियत्वम् आत्मनि इन्द्रियत्वमस्ति वा आत्मनि इन्द्रियत्वं नास्ति हा इदानीं मनसः लक्षणं केवलम् इन्द्रियं मनः इति तावदेव वदामश्चेत् कुत्र अतिव्याप्तिः भवति आत्मनि एव अतिव्याप्तिः भवति न भगिनि इदानीं लक्षणं किमस्ति इन्द्रियं मनः तावदेव इदानीं तत्र सुखादि उपलब्धिसाधनम् इन्द्रियं मनः इत्यस्मिन् वाक्ये मनः आत्मनि एव वर्तते खलु मनः आत्मनि वर्तते वा आत्मा नास्ति चेत् तत्र मनः किं कार्यं करोति न अतिव्याप्ति तत्र दोषः अतः एव अहं पृच्छामि तत्र तत्र प्रश्नेन एव भवतः मनसि क्लेशः निवारणं भवति इत्यतः मनः इति नवम इन्द्रियं नवमद्रव्यमस्ति किल नैयायिकानां मतानुसारं हा तथा मनः अपि एकम् इन्द्रियं क्षम्यताम् एकं द्रव्यमस्ति अतः मनः आत्मनि वर्तते इति न वक्तव्यम् इति नैयायिकानां मतानुसारं मनः इति भिन्नं यथा जलम् इति भिन्न इन्द्रियं भिन्नद्रव्यमस्ति पृथिवी इति भिन्नद्रव्यमस्ति तथा मनः इति मनः अपि भिन्नद्रव्यमस्ति आत्मा अपि द्रव्यमस्ति नैयायिकानां मतानुसारम् इदानीम् वयं किं कुर्वन् स्मः मनसः लक्षणं कुर्वन् स्मः तत्र इन्द्रियं तावदेव मनः इत्युक्ते किम् एकम् इन्द्रियम् इति तावदेव वदामश्चेत् अतिव्याप्तिः कुत्र भवति चक्षुः अपि इन्द्रियमस्ति किल चक्षुः अपि इन्द्रियं श्रोत्रमपि इन्द्रियं त्वक् अपि इन्द्रियम् इति तत्र सर्वत्र यद्यत् यानि अन्य इन्द्रियाणि सन्ति अन्यानि इन्द्रियाणि सन्ति तत्र सर्वत्र अतिव्याप्तिः भवति केवलम् इन्द्रियं मनः इति वदामश्चेत् तन्निवारणाय तत्र सुखादि उपलब्धिसाधनम् इति योजनीयं किमर्थम् इत्युक्ते इदानीं चक्षुषा सुखं सुखस्य प्रत्यक्षं भवति वा चक्षुषा नास्ति तत्र हा चक्षुषा श्रोत्र त्वचा तत्र अन्यैः इन्द्रियैः तत्र सुखस्य प्रत्यक्षं न भवति इत्यतः सुखादि उपलब्धिसाधनम् इति योजयामश्चेत् तत्र केवलं मनसि एव लक्षणं पतति अतः दलद्वयमपि आवश्यकं मनसः लक्षणनिरूपणार्थम् इति अत्र अस्ति अस्तु समीचीनम् अत्र कस्यापि सन्देहः वर्तन्ते वा अस्तु अस्तु समीचीनं भगिनि हा इदानीम् अग्रे सरेम विजी भगिनी अग्रे पठति वा आं महोदय मम इण्टर्नेट् मध्ये भग्नं जातः आमां बहुवारं जातं अतः एव क्लेशः तत् चेति इति आमां सत्यं ततः तत् चेति एकैकस्य आत्मनः एकैकं मनः अपेक्षितम् इति असकृत् आबोधितम् एव अतश्च आत्मानाम् अनन्तत्वात् तावन्ति मनांसि अपेक्षितानि अतः अनन्तम् इति युक्तम् एकैकस्य आत्मनः एकैकः मनः अपेक्षितम् एकैकः आत्मनः एकैकः मनः एव इत्युक्ते मम आत्मनि मम मनसः एकैकस्य आत्मनः एक आत्मनः इति अन्यैः भवतः आत्मनि यत् मनः अस्ति तद् भिन्नम् हा तत्र विजया भगिनी क्षम्यतां विजी भगिनी तत्र आत्मनि मनः इति मा वदतु आत्मनि मनः न अवगतं किन्तु आत्मनः मनः इत्येतः एक मेपिङ्ग् इति वा हा तत्र मम आत्मा अस्ति तत्र मम ज्ञानम् अहं सुखी इति मम आत्मनि ज्ञानं भवति चेत् भवेत् चेत् मम मनसि द्वारा मम मनसा द्वारा मम एकं मनः आवश्यकमस्ति तथा भवत्याः अपि अतः प्रत्येकम् आत्मनः प्रत्येकं मनसः आवश्यकम् अस्ति एकम् आत्मनः प्रत्येकं मनसः आवश्यकमस्ति आवश्यकम् अतः अपेक्षितम् इति उक्तम् असकृत् इत्युक्ते किम् असकृत् इत्युक्ते पुनः पुनः आवेदितम् इत्युक्ते समर्पितम् पूर्वं बहुवारम् अस्माभिः पठितम् तत्र पश्यतु एकमेव मनः अस्ति चेत् यदा मम मनसि मम आत्मनि सुखं जायते तर्हि भवती अपि तत् ज्ञातव्यं किल भवत्याः भवत्यापि तत् ज्ञातव्यं किल किन्तु तादृशं नास्ति न न भवती वदतु सुखं वा दुःखं वा मनः भिन्नभिन्नरीत्या नो चेत् एक सुखम् एक दुःखं सर्वैः अनुभूयते सत्यं तत्र तावत् नास्ति किल तथा नास्ति अतः एव एकैकं नास्ति अनुभवः नास्ति ततः एकैकस्य आत्मनः एकैकं मनः अपेक्षितम् सत्यम् इति कृत्वा मनः अनन्ताः अनन्तानि इति मनः अनन्ताः अतश्च आत्मानाम् अनन्तत्वात् तावन्ति मनांसि अपेक्षितानि भवता उक्तं किल अनन्तत्वम् इत्यतः अपेक्षितम् अतः अनन्तम् इति उक्तम् अग्रे तत्र असकृत् आवेदितम् इत्युक्ते किमपि असकृत् इत्युक्ते पुनः पुनः भगिनि आवेदितम् इत्युक्ते समर्पितं तस्य पूर्णवाक्ये वदतु जि एकैकस्य आत्मनः एकैकं मनः अपेक्षितमिति असकृत् आवेदितं तत्र पूर्णतया अन्यवाक्यं वदतु जि एकैकस्य आत्मनः एकैकं मनः अपेक्षितमिति पुनः पुनः पूर्वम् उक्तम् इति लिखितं तावदेव पूर्वमेव पठितवन्तः इति वा महोदय पूर्वमेव अत्र वयं दृष्टवन्तः यत् एकैकस्य आत्मनः एकैकः मनः इति अपेक्षितम् इति अपेक्षितम् इति अग्रे पठामि महोदय तत्र तस्य परिमाणम् आह परमाणुरूपम् इति मध्यमपरिमाणत्वे दर्शितरीत्या अनित्यत्वम् आपद्येत अन्योपि मध्यपरिमाणवतः विशेषः दृष्टः सः अवयवैः अद्यते अपद्यते यथा घटः उत्पद्यते यथा घटः तस्य च प्राग्भावः भवति ध्वंसो अपि भवति मनसोऽपि मध्यपरिमाणवत्वे अनन्तानि मनांसि इति अनेके अवयवाः तस्य प्राग्भावः प्रध्वंसाभावः इति इमे स्वीकार्याः भवेयुः इति परमाणुरूपता तस्य स्वीकृता परमाणुरूपत्वेन एव तस्य नास असम्भवात् नित्यत्वम् अपि आह नित्यम् इति तस्य परिमाणमाग अत् इदानीं तत्र परिमाणं किम् इति चर्चितवन्तः. परिमाणम् आह परमाणुरूपम् इति परमाणुरूपम् इति मन्तव्यं. किम् इत्युक्ते विवरणं दत्तं. मध्यमपरिमाणत्वेन दर्शितरीत्या अनित्यम् आपत्यते. मध्यमपरिमाणम् इति स्वीकरोमि चेत् दर्शनं न भवेत् किल. आत्मा वयं न पश्यामः. न न किमर्थं तादृशं नास्ति. इदानीं चक्षोः परिमाणं किम्? चक्षोः परिमाणं मध्यमपरिमाणमेव किल. तथापि तस्य परिमाणम् अत्र पश्यतु. मध्यमपरिमाणत्वे दर्शितरीत्या अनित्यत्वम् आपद्येत इति अस्ति. अत्र दर्शनस्य विषये किमपि नास्ति. मध्यमपरिमाणवन्तः भवति मध्यमपरिमाणवन्तः सर्वे अनित्याः इति अत्र वार्ता भगिनी. भगिनी अस्ति हरिः ओम् अस्तु. हा तत्र भानुचैतन्य महोदय भवान् प्रयत्नं करोति वा अस्मिन् परिचये किं लिखितमस्ति इति? महोदय किं करणीयं महोदय तत्र वदतु. यत् यत् परिच्छेदं भगिन्या पठितं महोदय. हा इदानीं श्रूयते भगिनि. क्षम्यति. मध्यमपरिमाणत्वे दर्शितरीत्या अनित्यम् अपत् मध्यमपरिमाणम् इति स्वीकुर्मः चेत् नैयायिकानां दर्शितरीत्या अनित्यम् हरिः ओम् अस्तु. तत्र महान् क्लेशः अस्ति तस्य सम्पर्कः अनित्यम् अस्ति महोदय. आम् वदतु महान् भवानेव वदतु महोदय. हा बालचेतनि महोदय भवान् वदतु महोदय. सतीसप्तमी वा महोदय मध्यमपरिमाणत्वे इति. हा मध्यमपरिमाणवत्वे सति दर्शितरीत्या अनित्यत्वम् आपद्यते आपद्येत. हा सत्यम्. अग्रे अन्यः अपि मध्यमपरिमाणवतः विशेषः दृष्टः. विशेषेण द्रष्टव्यं महोदय तत् न न मध्य ये मध्यमपरिमाणवन्तः सन्ति तेषां विषये किं किम् अस्ति इति चेत् प्रथमम् अनित्यत्वं. ये मध्यमपरिमाणवन्तः ते सर्वे अनित्याः इति एकम् अनित्या. द्वितीयं ते सर्वे कार्याणि इति अवयवैः उत्पद्यन्ते. तत्र घटः कपालद्वय संयोगेन तस्य उत्पादनं भवति किल. आम् अतः तत्र ये मध्यमपरिमाणवन्तः ते सर्वे कार्याः इत्यतः ते अवयवैः उत्पद्यन्ते इति भवति. उत्पद्यते अग्रे प्राग् अभावः अपि तस्य च प्राग् अभावः अपि भवति. किमर्थं चेत् ते कार्याणि सन्ति अतः प्रागभावः अपि तत्र भवितुम् अर्हति इति नास्ति. भवति एव सत्यम्. अग्रे ध्वंसः अपि अनित्याः अतः प्रागभावः भवति, ध्वंसः अपि भवति, ध्वंसाभावः अपि भवति. हा ओ, इदानीं भानुचैतन्यमहोदय गतवान्, अद्य किं भवति इति न जाने. आम् शिवराम महोदय, भवान् वदतु. तस्य परिणामः परमाणुरूपम् इति, ततः पठनीयं न मध्यमपरिणाम. हा, तत्र किञ्चिदिव उक्तं तेन. भवान् वदतु पुनः. मध्यमपरिमाणत्वे दर्शितरीत्या अनित्यत्वम् आपाद्येत, अन्योपि मध्यमपरिमाणवत् विशेषः दृष्टः, सः अवयवैः उत्पद्यते. महोदय आगतवान्, भानुचैतन्यमहोदय. न वदतु महोदय. तथैव मनसः अपि मध्यमपरिमाणमस्ति चेत् तदपि अनित्यमेव भवति, किन्तु तद् नैयायिकाः मतं नास्ति. मनसि मनः तु नित्यमेव. न तत्र इदानीं तत्र नित्यत्वं कथम् इति साधनं, तस्य साधनमेव इदानीम्. अत्र प्रथमं किं महोदय, तत्र मनसः एकनिमिषं, मनसः मध्यमपरिमाणं स्वीकुर्मश्चेत् मनः तत्र अनित्यं भवति इति एकम्. अपि च यद् अनित्यं तस्य प्रागभावः भवत्येव, प्रध्वंसभावः भवत्येव. हा, इदानीम् अग्रे वदतु महोदय. मनसः अपि महोदय, मनसः अपि मध्यमपरिमाणवत्वे अनन्तानि मनांसि इति अनेके अवयवाः. महोदय, प्रत्येक जीवः यदस्ति, जीवे एकमेव मनः अस्ति, तत्र अनन्तानि मनांसि इति प्रत्येकं जीवे इति न उक्तं किल. तत्र मनसः अनन्तत्वं पूर्वस्मिन् परिच्छेदे अस्माभिः अधीतम्. प्रत्येकम् आत्मनः, एकैकम् आत्मनः, एकैकं मनः अपेक्षितम्. अतः मनसः अनेकत्वं स्वीकृतम् इति दत्तं किल महोदय. हा, इदानीं प्रत्येकं मनः अनित्यम् इति स्वीकुर्मश्चेत्, मध्यमपरिमाणं, तस्य परिमाणं मध्यमपरिमाणम् इति स्वीकुर्मश्चेत्, तत्र किं भवति, बहवः अवयवाः भवेत्. प्रत्येकं मनसः बहवः अवयवाः भवेत्. किमर्थमित्युक्ते महोदय, तत्र बहु ध्वनिः आगच्छति महोदय. क्षम्यतां महोदय. हा, तत्र यदा भवान् तूष्णीं तिष्ठति तदा महान् ध्वनिः आगच्छति. हा, अस्तु, अहं किञ्चिदेव वदामि. अत्र मनसः, इदानीं मनसः परिमाणं किं, परमाणुरूपम् इति उक्तं. तस्मिन् विषये अत्र चिन्तनं भवति. मनसः परिमाणं किं किं भवितुमर्हति? परममहत्परिमाणम् इति भवितुमर्हति, मध्यमपरिमाणम् इति अपि भवितुमर्हति, परमाणुपरिमाणम् इति अपि भवितुमर्हति. प्रथमम् अत्र किं चिन्तितम् इति चेत्, मध्यमपरिमाणं भवितुमर्हति वा इति. मध्यमपरिमाणमस्ति चेत् किं भवति? मनसः नाशः भवति, अनित्यत्वं भवति. केवलम् अनित्यत्वम् इति नास्ति, किन्तु ये मध्यमपरिमाणवन्तः तेषां प्रागभावः वक्तव्यं, प्रध्वंसभावः वक्तव्यम्, अपि च बहवः अवयवाः अपि वक्तव्यम् इति एतादृश आवश्यकम्, एतादृश तत्र निश्चयेन वक्तव्यम् इति आपत्तिः भवति. प्रध्वंसभावः इति इमे स्वीकार्याः भवेयुः इति परमाणुरूपता तस्य स्वीकृता. किमर्थं परमाणुरूपं स्वीकृतम् इति चेत्, तत्र अनित्यत्वं न भवेत्, मनसः अनित्यत्वं न भवेत्. अनित्यत्वं भवति चेत् तत्र अवयवः के इति वक्तव्यम् इति सर्वं भवति किल. अतः तस्य परमाणुपरिमाणं स्वीकृतम्। परमाणुरूपत्वेन एव तस्य नाशाभावात् नित्यत्वमपि आह नित्यत्वम् इति। अत्र मुख्यतर्कं किम् इति चेत् परमाणुरूपं मनसः परमाणुरूपं स्वीकृतं लाघवार्थं, नो चेत् तत्र अवयवाः भवन्ति इति वक्तव्यमस्ति, कथं तस्य मनसः उत्पादनं भवति इति अपि वक्तव्यं भवति। मनः इति नवद्रव्येषु एकमिति स्वीकृतमस्ति किल, अत्र पश्यतु नवद्रव्येषु पृथिव्याः परमाणवः सन्ति, ते नित्याः। जलस्य परमाणवः सन्ति, ते अपि नित्याः। अग्नेः परमाणवः सन्ति, ते अपि नित्याः। वायोः परमाणवः सन्ति, ते अपि नित्याः। आकाशः एकः नित्यं, दिक् नित्यम् एकः नित्यं, पुनः कालः एकम् अपि च नित्यम्। आत्मा परमात्मा तु एकं नित्यं, जीवात्मनः अनेकाः किन्तु ते सर्वे नित्याः। इदानीं मनः इति अन्तिमद्रव्यमस्ति, अन्तिमद्रव्यं तत्र परममहत्परिमाणं भवितुम् अर्हति, मध्यमपरिमाणं भवितुम् अर्हति, पुनः परमाणुपरिमाणं भवितुम् अर्हति। यदि मध्यमपरिमाणम् इति स्वीकुर्मश्चेत् तर्हि मनः अनित्यं भवति। मनः अनित्यं भवति चेत् तस्य उत्पादनं कदा भवति, केन भवति इति एतत् सर्वं वक्तव्यं भवति। अतः मनसः नित्यत्वं स्वीकृतम् एकं। द्वितीयं तत्र परममहत्परिमाणं स्वीकृतं चेत् किं भवति, कोऽपि वदति वा मनः किमर्थं परममहत्परिमाणं न भवितुमर्हति इति? न द्रष्टुं आत्मनि इव भवति तदपि। किमिति? भेदः नास्ति, भेदः न भवति तर्हि आत्मनि मनसः महोदय। भेदः इत्युक्ते तत्र कस्मिन् कयोः मध्ये भेदः? आत्मनि मनसः न तत्र भेदः स्वीकृतं किल। आत्मा इति भिन्नद्रव्यमस्ति, मनः इति भिन्नद्रव्यमस्ति, तदर्थं नास्ति। अन्य कोऽपि वदतु। उद्भूतरूपं नास्ति। कस्य उद्भूतरूपं नास्ति? आत्मा न इदानीं मम प्रश्नः मनसः विषये। तत्र पश्यतु, प्रश्नं सर्वे कृपया अवगच्छन्तु। अस्माभिः अधीतं परमाणानि त्रीणि सन्ति इति, परममहत्परिमाणं, मध्यमपरिमाणं, परमाणुपरिमाणम्। एतानि परिमाणानि विहाय अन्यत् परिमाणं किमपि नास्ति। अतः यत्किमपि द्रव्यं एतेषु परिमाणेषु अन्यतमः भवेत् इति नियमः अस्ति। इदानीं मध्यमपरिमाणम् अस्ति चेत्, मनसः मध्यमपरिमाणं स्वीकुर्मश्चेत् तत्र अनित्यत्व आपत्तिः भवति। मनः अनित्यत्वं भवति चेत्, मनः अनित्यं भवति चेत् तस्य उत्पादनं कथं भवति इति वक्तव्यम्, अपि च अवयवाः वक्तव्यम्। तत्र किमपि यथा पृथिव्याम् अस्माभिः उक्तं, तथा पृथिव्याः परमाणुपरिमाणं, क्षम्यतां, परमाणवः सन्ति इति अस्माभिः उक्तं किल, तादृशं मनसः अपि परमाणवः सन्ति इति वक्तव्यं। तादृशं भवति चेत् तत्र महान् क्लेशः भवति, तत्र लाघवं नास्ति इति अस्ति। अतः मध्यमपरिमाणं त्यक्तम्। इदानीं मनसः परिमाणं परममहत्परिमाणं भवितुमर्हति, परमाणुपरिमाणं भवितुमर्हति। मम प्रश्नः इदानीं, किमर्थं मनसः परममहत्परिमाणं न स्वीकृतम् इति। हा, तत्र वदतु श्रिया महोदय, इदानीं वदतु। विभुः अस्ति चेत् परममहत्परिमाणम् इत्युक्ते विभुः भवति, अनेकाः मनांसि कथं तदा विभुः भवन्ति इति प्रश्नः वदति न तत्र प्रश्नः नास्ति किल इदानीम् आत्मा जीवात्मा अपि विभ सर्वे जीवात्मनः जीवात्मा विभवः विभवः सन्ति तत्र क्लेशः किन्तु इत्यनेन किमिति आत्मा न नश्यते न विजि भगिनि इदानीम् आत्मनः विषये अस्माकं चिन्तनं नास्ति मनसः विषये एव मनसः अत्र बहवः विभवः सन्ति तत्र क्लेशः किमपि नास्ति श्रीराम महोदय पृथक्त्वम् अस्ति मनसि पृथक्त्वम् अस्ति किमर्थं पृथक्त्वमस्ति जीवत्वम् अनेकम् अथवा तदेव मनसि पृथक्त्वमस्ति मनम् एक बहुत्वमस्ति इति चेत् तत्र बहुत्वं स्वीकृतं किल मनांसि अनेकानि इति स्वीकृतम् तस्मात् महत् परममहत् परिमाणं न स्वीकृतम् कथं किमर्थं तत्र जीवात्मा जीवात्मनः अपि बहवः सन्ति सर्वे जीवात्मनः विभवः तत्र किं विभो इत्युक्ते अनियामकवृत्तित्वं न भवितुम् अर्हति न न तादृशचिन्तनं मास्तु तत्र बहवः विभवः इदानीं पश्यतु आकाशः अपि विभुः अस्ति कालः अपि विभुः अस्ति दिक् अपि विभुः अस्ति परमात्मा अपि विभुः अस्ति सर्वं कथं वा विभुः भवितुमर्हति तादृशतर्कः कुर्मश्चेत् अतः विभुत्वम् अस्ति इत्यतः तत्र अनेकत्वं न भवेत् इति नियमः नास्ति बहवः विभवः सन्ति हा अत्र पश्यतु अहं सुखी मनः दर्शितं न अर्हति मनः दर्शितं न अर्हति इत्युक्ते किम् अत एव परिमाणम् एकनिमिषे भगिनी हेलो विजि भगिनी वदतु मनः न दर्शितुं न अर्हति किल महोदय मनः तु इन्द्रियमस्ति किल भगिनि इदानीं चक्षुः दर्शितं नार्हति इति कथं वदति चक्षुः अस्ति इति कथं जानाति अनुमानं नास्ति तत्र इन्द्रियमस्ति किल इत्यतः इन्द्रियस्य प्रत्यक्षं भवेत् इति नियमः नास्ति इन्द्रियेण एव प्रत्यक्षं भवति मनसा प्रत्यक्षं भवति पूर्वम् अस्माकं जानीमः मनः इत्युक्ते तत्र आभ्यन्तरवस्तुः अतः तत्र परिमाणं नास्ति इति प्रत्यक्षमपि नास्ति आभ्यन्तरवस्तुः अतः परिमाणं नास्ति परिमाणम् अस्ति भगिनि परिमाणस्य विषये एव इदानीं चिन्तनं परिमाणं विना यत्किमपि द्रव्यं भवितुमर्हति वा परन्तु परमाणु परिमाणम् इति वयम् एतत् स्थाने मनांसि इति आभ्यन्तरवस्तुः अतः परिमाणं नास्ति इति वयं पूर्वं दृष्टवन्तः न न कुत्र कुत्र दृष्टवन्तः कुत्र दृष्टवन्तः तत्र मया मनांसि इति आभ्यन्तरवस्तुः अतः मनः परिमाणं नास्ति इति मया लिखितं तत्र न न तत् तद् दोषाय तत् तादृशं किमपि अस्माभिः न पठितम् आभ्यन्तरमस्ति इति कृत्वा किमिति मनः आभ्यन्तरवस्तुः वा न वा आम् आभ्यन्तर इन्द्रियमस्ति आभ्यन्तर इन्द्रियमस्ति प्रत्यक्षमपि नास्ति तत्र प्रत्यक्षं नास्ति इत्युक्ते किं वदति भवती? चक्षुषा प्रत्यक्षं मनसः भवति न भवति इति वदति वा? अतः किम्? अनेन किम्? परिमाणं तत्र कथं स्वीकुर्मः? न, अत्र पश्यतु भगिनि, तत्र प्रत्यक्षत्वम् अस्ति अपि च परिमाणम् अनयोः मध्ये किमपि तत्र पश्यतु, परिमाणप्रत्येकं द्रव्यस्य किमपि परिमाणं भवेत्, परिमाणं विना यत्किमपि वस्तु न भवति, द्रव्यं न भवति. परमाणुपरिमाणं नो चेत् मध्यमपरिमाणं नो चेत् परममहत्परिमाणं, येषु एकं परिमाणं निश्चयेन भवेत् इति नियमः अस्ति. अनुमानं तत्र कारणं महोदय? अनुमानं कारणम् इत्युक्ते किम्? न प्रत्यक्षं. कस्य न प्रत्यक्षम्? इदानीं तत्र सर्वे इन्द्रियस्य प्रत्यक्षविषये किमपि चिन्तय, कृपया न चिन्तयतु. किमर्थम् इत्युक्ते इन्द्रियेण एव प्रत्यक्षं भवति किल. इदानीं चक्षुः इति इन्द्रियमस्ति, चक्षोः चक्षुषः प्रत्यक्षं कथं भवति? चक्षुषा प्रत्यक्षं भवति, किन्तु चक्षुषः प्रत्यक्षं केन भवति? तादृशचिन्तनं न करणीयम्. इन्द्रियम् अस्ति चेत् तदेव तत्र, इदानीम् अहं नीलं घटं पश्यामि चेत् तत्र चक्षुः अस्ति वा इति चिन्तनं भवति वा? येन इन्द्रियेण ज्ञानं जायते तदेव तत्र निरूपकं भवति किल. अत्र निरूपकवाक्यं पश्यतु, सुखनिष्ठविषयतानिरूपितविषयतानिरूपितविषयताश्रय प्रत्यक्षनिष्ठजन्यतानिरूपितजनकताश्रय मनः. तत्र मनः अस्ति इति निरूपणं केन ज्ञातम् इति चेत् ज्ञानम् उत्पद्यते चेत्, अहं सुखी इति ज्ञानं मयि वर्तते इति चेत् तत्र मनः विना न भवति, तदेव निरूपणमस्ति. हा, अत्र अहं किञ्चित् वदामि, सर्वे कृपया शृण्वन्तु. कृपया वदतु महोदय. अस्तु अस्तु, श्रीराम महोदय वदतु. यदा विभुः अस्ति, मनः विभुः अस्ति, तदा सर्वेषां सुख अनुभवानां प्रत्यक्षं भवति भवेत् इति कारणेन विभुः न स्वीकृतं वा? हा, महान् समीचीनं, धन्योऽस्मि अहं. बहुवारं प्रयत्नं पुनः पुनः एकवारं वदतु महोदय. यदा मनः विभु अस्ति चेत् भवती यत् सुखम् अस्ति तदपि मनसा प्रत्यक्षं भवति सर्वेषां मनानां वा? मन बहुवचनं किं महोदय? सर्वेषां मनानां वा? मनसां सर्वेषां मनसां प्रत्यक्षं भवति हा इति अस्ति. अहं किञ्चित् वदामि. समीचीनं महोदय, अहं किञ्चित् वदामि. अत्र पश्यतु, आत्मा विभु अस्ति, तत्र प्रत्यक्षं प्रत्यक्षम् इति न, अनुभवमेव अन्यपदं स्वीकुर्मः. तत्र प्रत्यक्षं नास्ति, तत्र सुखमिति प्रत्यक्षं नास्ति, अनुभवमेव तत्र मनसि प्रत्यक्षम् इति पारिभाषिकशब्दं किल महोदय? एकनिमिषम् वदामि. विजया भगिनी, अत्र पश्यतु, उपलब्धिः इत्युक्ते प्रत्यक्षं, सुखादि उपलब्धिसाधनम् इन्द्रियं मनः, उपलब्धिः इत्युक्ते प्रत्यक्षम्, अतः प्रत्यक्षमेव, अनुभवमिति मा वदतु कृपया. सुखम् इति प्रत्यक्षं, सुखस्य प्रत्यक्षं केन इन्द्रियेण जायते इति चेत् मनसा जायते इति अस्ति. हा, अत्र पश्यतु सर्वे, यद् श्रीराममहोदयेन उक्तं तत् इदानीं किञ्चिदेव वदामि. मनसः परिमाणं निश्चयेन भवेत् नवद्रव्येषु अन्यतमः इति, मध्यमपरिमाणं न भवितुमर्हति. किमर्थम् इति चेत् अनित्यत्वात् अपि च अनेक अवयवत्वात्. तत्र मनसः इन्द्रियं, तत्र लाघवं नास्ति इत्यतः मनसः अनित्यत्वं न स्वीकृतम्. इदानीं परममहत्परिमाणं नो चेत् परमाणुपरिमाणं द्वयोः एकं निश्चयेन भवेत्. परममहत्परिमाणं स्वीकुर्मश्चेत् तत्र कः दोषः भवति इति चेत् यदा मम मनसि मम आत्मनि सुखं जायते तर्हि सर्वेषाम् आत्मनि तस्य सुखस्य अनुभवं भवेत्. मनः विभुः अस्ति चेत् किन्तु मनः परमाणुपरिमाणमस्ति चेत् मनसः परमाणुपरिमाणमस्ति चेत् यत् सुखं मम आत्मनि जायते तत् केवलं मया एव ज्ञायते, भवान् न ज्ञायते. यद् सुखं भवतः मनसि जायते तद् भवता मनसा एव ज्ञायते, किन्तु अहं न तद् जानामि इति अस्ति. किन्तु मनसः विभुत्वं स्वीकुर्मश्चेत् मनः सर्वत्र वर्तते इत्युक्ते तत्र आत्मा यत्र यत्र अस्ति तत्र सर्वत्र मनः अपि अस्ति इति वदामि चेत् तत्र यस्य कस्यापि आत्मनि सुखं जायते चेत् तत् तत् सर्वेषाम् आत्मनि तत्र ज्ञानं भवेदेव. किमर्थं? मनः विभुः इत्यतः. किन्तु तादृशम् अस्माकम् अनुभवः नास्ति किल. यत् सुखं मम आत्मनि जायते तत् केवलम् अहमेव जानामि. यत् सुखं भवतः आत्मनि जायते तद् भवानेव जानाति इत्यतः तत्र परममहत्परिमाणं स्वीकर्तुं नार्हम्, मध्यमपरिमाणमपि स्वीकर्तुं नार्हम्. इदानीम् अवशिष्टं किम्? केवलं परमाणुपरिमाणं. परमाणुपरिमाणेन तत्र नित्यत्वमपि मनसः स्वीकृतम्. तदेव अन्तिमवाक्ये लिखितं, परमाणुरूपत्वेन एव तस्य नाश असम्भवात् नित्यत्वमपि आह नित्यम् इति. तत्र तर्कः कथं प्रचलति इति सर्वे अवगच्छन्तु. प्रत्यात्मं प्रत्यात्मनि तत्र एकैकस्य आत्मनः एकैकं मनः अपेक्षितम् इति प्रथममुक्तम्. अतः मनसः अनन्तत्वं स्वीकृतं, तत्तु प्रथमम्. इदानीं तस्य परिमाणविषये चिन्तनं. परममहत् तत्र मध्यमपरिमाणं न भवितुमर्हति तत्र अनित्यत्वात् अपि च अनेक अवयवत्वात् इति तर्कद्वयम् अत्र दत्तम्. परममहत्परिमाणं न भवितुमर्हति किमर्थम् इत्युक्ते यदा इदानीं श्रीरामहोदयेन उक्तं तत्र यदि परममहत्परिमाणं स्वीकुर्मः तर्हि यद् सुखं मम आत्मनि भवति तत् सर्वेषां तस्मिन् विषये सर्वेषां ज्ञानं भवति इति आपत्तिः अस्ति. तद्दोषाय अनुभवविरोधः अस्ति इत्यतः तत्र मनसः परममहत्परिमाणं न स्वीकृतम्. इदानीम् अवशिष्टपरिमाणः अस्ति केवलं परमाणुपरिमाणमेव. अतः तदेव स्वीकृतम्. परमाणु यद्यत् परमाणुपरिमाणं परमाणुपरिमाणवन्तः सन्ति ते सर्वे नित्याः. यथा पृथिव्याः परमाणवः, जलस्य परमाणवः, वायोः परमाणवः, अग्नेः परमाणवः, ते सर्वे नित्याः. तथा मनः अपि परमाणुपरिमाणम् इत्यतः तस्य नित्यत्वमपि स्वीकृतम् इति तर्कम् अत्र. अस्तु, इदानीं कस्यापि प्रश्नः अस्ति वा वदतु. सम्यक् आसीत् जि, धन्यवादः महोदय. सम्यक् अस्ति. हा, कोऽपि प्रयत्नं करोति वा पुनः एषः तर्कः? कथं वा मनसः नित्यत्वम् अपि च परमाणुपरिमाणं स्वीकृतम् इति तर्कः वक्तव्यम्? अहं प्रयत्नं करोमि महोदय. हा, प्रयत्नं करोतु. तत्र परिमाणरूपं, मध्यमपरिमाणरूपं, परममहत्परिमाणं, त्रये परिमाणं रूपमस्ति. तदैव मनसि मध्यमपरिमाणम् इति चेत् तत्र लाघवं नास्ति. मनसः परममहत्परिमाणं न स्वीकृतम्. आकाशः कालदिक् आत्मा परमात्मा इतराणि द्रव्याणि विभुत्वं बहवः सन्ति. मनसः विभुः अस्ति इति चेत् सर्वेषां मनसां प्रत्यक्षं भवति. मनसः प्रत्यक्षं न भवति किल महोदय? मनसः सुखाद् उपलब्धि साधन इन्द्रियं मनः इति मनसि लक्षणं. मनसः लक्षणं, मनसि इत्युक्ते सप्तमी, मनसः इति षष्ठी. आम् आम् आं महोदय. सो परममहत्परिमाणं स्वीकृतं चेत् तत्र विभुत्वम् अस्ति. यत्र विभुत्वमस्ति इत्युक्ते विभुत्वमेव, परममहत्परिमाणम् इत्युक्ते विभुः एव, विभुः एव. अत्र किमर्थं न स्वीकृतं परममहत्परिमाणं किमर्थं न स्वीकृतम्? आम् कारणं मम आत्मनि सुखं जायते तदेव अन्यानि मनसि न जायते न उद्भद्यते. तस्मात् तत्र विभुत्वं न स्वीकृतं. विभुत्वमिति अनुभवस्य विरोधः. यथा मम मनसि सुखमस्ति चेत् तदेव सुखम् अन्यदाः जीवस्य मनः नास्ति इति अनुभवं. तस्मात् परममहत्परिमाणं न स्वीकृतम्. अस्तु, प्रायः भवान् अवगच्छति, किन्तु किञ्चित् वदनार्थं क्लेशः अस्ति. आं महोदय. अवशिष्टं परमाणुपरिमाणमेव अस्ति. तस्य नित्यत्वम् अस्ति, मनसि नित्यं भवेत्. तस्मात् एकैक आत्मनि एकैक मनसि सन्ति नित्यत्वम् इति आह नित्यमिति इति वार्ता. तस्मात् परमाणुरूपमेव स्वीकृतं मनसि. अस्तु, समीचीनं महोदय, धन्यवादः. समीचीनम्, इदानीं तत्र समीचीनं महोदय, धन्यवादः. धन्यवादः. क्षम्यतां महोदय. मध्यमपरिमाण वयं स्वीकुर्मः चेत् अनित्यत्वं, परममहत्त्वपरिमाण वयं स्वीकुर्मः चेत् तत्र विभुत्वं स्वीकार्य भवति. तत्कारणेन परमाणुपरिमाणम् एव तत्र अवशिष्टः. न न, तत्र द्वितीयतर्कः भवता सम्यक्तया न उक्तम्. परममहत्परिमाणम् इत्युक्ते विभुत्वमेव, किमर्थं विभुत्वं न स्वीकृतम्? तर्हि सर्वेषां सुखदुःखादि यत् अनुभवाः सन्ति ते सर्वे एका मनांसि भवेत्. तत्र मनः तु एकः नास्ति. विभुत्वं स्वीकुर्मः चेत् सर्वेषाम् अनुभवः तत्र भवेत्. तत्कारणेन विभुत्वमपि वयं स्वीकर्तुं न शक्नुमः. सर्वेषां कस्य अनुभवः भवेत्? आत्मनि गुणः. मम अत्र पश्यतु, यदा मम मनसि मम आत्मनि सुखं जायते तर्हि सर्वेषाम् एकनिमिषं, किमर्थं तत्र प्रतिध्वनिः आगच्छति? बहिः गता कोऽपि? न न, तत्र हा इदानीं सम्यक् अस्ति. इदानीं अस्तु, तत्र यदा मम आत्मनि सुखं जायते मनः विभुः इति स्वीकुर्मश्चेत् तस्य सुखस्य ज्ञानम् अन्येषां आत्मनि अपि भवेत्, मनः विभुः इत्यतः. किन्तु किन्तु तादृश अनुभवम् अस्माभिः यत्र कुत्रापि न दृष्टम्. मम आत्मनि यः सुखं जायते तस्य अहमेव जानामि, भवान् न जानाति. तत्र यद् यत् सुखं मम आत्मनि जातं तस्य ज्ञानं भवतः आत्मनि अपि भवेत्, तन्नास्ति इत्यतः विभुत्वं न स्वीकृतम्. सः एव आशयः मम आसीत्. हा हा सत्यं, किन्तु भिन्नरीत्या भवता उक्तं. भिन्नरीत्या हा हा हा सः एव आशयः. मम हा मम यः अनुभवः अस्ति सः अनुभवः अन्येषामपि नास्ति, सुखस्य वा दुःखस्य मम यः अनुभवः अस्ति तत्कारणेन विभुरूपेण मनः वयं स्वीकर्तुं न शक्नुमः. सर्वेषाम् अनुभवः भिन्नः अस्ति. सत्यं. तर्हि अवशिष्टः परमाणुपरिमाणमेव अवशिष्टमस्ति, अवशिष्टं स्वीकृतं. अस्तु, तत्र इदानीं किञ्चिदिव चिन्तयामः. परमाणुपरिमाणं स्वीकुर्मश्चेत् तत्र किमपि क्लेशः भवति वा? वयं दृष्टवन्तः मध्यमपरिमाणम् अस्ति चेत् किं क्लेशः, कः क्लेशः भवति इति. तत्र अनित्यत्व आपत्तिः भवति, अनेक अवयवाः आवश्यकानि भवन्ति, आवश्यकाः भवन्ति इति दोषाः वर्तन्ते. परममहत्परिमाणं स्वीकुर्मश्चेत् तत्र एकस्य सुखस्य ज्ञानं सर्वेषाम् आत्मनि जायेत इति दोषः भवति. अतः परमाणुपरिमाणं स्वीकृतम्. परमाणुपरिमाणं स्वीकृतं चेत् तत्र किमपि क्लेशः भवति वा? अस्तु, अहं भिन्नरीत्या पृच्छामि. तत्र आत्मनः परिमाणं किम्? इदानीं श्रीराम महोदय भवान् वदतु. विभुपरिमाणं किमर्थम् आत्मनः परमाणुपरिमाणं न स्वीकृतम्? हा, तत्र किमुक्तम्? इदानीं मम शरीरे यत्र कुत्रापि स्पर्शः भवति इति चेत् केवलम् इदानीं तत्र मम शरीरे एकस्मिन् पार्श्वे एव परमाणुरूपेण आत्मा अस्ति इति चेत् इदानीं शिरसि आत्मा अस्ति इति चिन्तयतु. तत्र अस्ति आत्मा, शिरसि उपरि आत्मा अस्ति इति चिन्तयतु. इदानीं पादौ स्पर्शः जायते चेत् कथं वा आत्मनि ज्ञानं भवति? अवगतं महोदय. हा, इति कृत्वा तत्र शरीरस्य शरीरे व्यापकं भवति, भवेत्. यत्र यत्र शरीरमस्ति तत्र सर्वत्र आत्मा भवेत् इति नियमः अस्ति. किमर्थम् इत्युक्ते यत्र कुत्रापि किमपि तत्र स्पर्शः जायते चेत् तत्र मम आत्मनि तस्य अनुभवः भवति किल, तस्य ज्ञानं भवति. इत्यतः तत्र यत्र यत्र शरीरमस्ति तत्र सर्वत्र मम आत्मा अस्ति इति नियमः अस्ति. किन्तु यावत् शरीरमस्ति तावदेव आत्मा अस्ति इति स्वीकुर्मश्चेत् तत्र अनित्यत्व आपत्तिः, मध्यमपरिमाणं भवति आत्मनः. मध्यमपरिमाणं भवति चेत् तत्र कृतहानः, अकृत अभ्यागमः इति दोषः भवति. अतः आत्मनः इदानीं मध्यमपरिमाणमपि न स्वीकर्तुं शक्यते, परमाणुपरिमाणमपि न स्वीकर्तुं शक्यते. इत्यतः परमहत् परिमाणं स्वीकृतम्. हा, इदानीं तस्मिन् विषये सर्वे चिन्तयन्तु. इदानीं वयं अस्माभिः किमुक्तं? परमाणुपरिमाणं, मनसः परमाणुपरिमाणं स्वीकृतं किल? हा, इदानीं मनः परमाणुपरिमाणमस्ति चेत् यत्र शरीरे केवलं यत्र कुत्रापि तद् भवेत्, सर्वत्र नास्ति. इदानीं स्पर्शः जायते चेत् तत्र चिन्तयतु, मम शिरसि अपि स्पर्शः भवति, पादौ अपि शिरस स्पर्शः भवति. आत्मा सर्वत्र अस्ति इति कृत्वा आत्मनि तस्य ज्ञानं भवति. किन्तु केन इन्द्रियेण तद् ज्ञानं भवति? त्वगिन्द्रियेण ज्ञानं भवति. अतः सर्वत्र इदानीं तत्र सर्वत्र त्वगिन्द्रियं, यत्र यत्र मम शरीरमस्ति तत्र सर्वत्र त्वगिन्द्रियमस्ति इति कृत्वा यत्र कुत्रापि स्पर्शं भवति चेत् तत्र किं वदामः, तत्र स्पर्शस्य ज्ञानं भवत्येव. नैयायिकानां मतानुसारं तत्र मनसः आवश्यकं किमपि नास्ति. मनसः आवश्यकं किमपि नास्ति. त्वगिन्द्रियं, हा वदतु. इन्द्रियेण विषयज्ञानं भवति चेत् तत्र मनसः आवश्यकं न भवति. केवलं सुखदुःखादि विषयाणां प्रत्यक्षज्ञानार्थम् एव मनसः मनः आवश्यकं भवति. सत्यं सत्यम् इति अस्ति. इत्यतः तत्र केवलं मनसा किं ज्ञायते इति चेत् तत्र षड् विशेषगुणाः सन्ति किल, बुद्धिः, इच्छा, ज्ञान, द्वेष, प्रयत्न इति षड्गुणाः अस्माभिः अधीताः, द्वेषः इति. ते एव मनसा ज्ञायन्ते. इत्यतः तत्र सुखम् इति अनुभवः मनसा यत्र कुत्रापि ज्ञातुं शक्यते, तत्र क्लेशः नास्ति. इत्यतः मनसः परमाणुपरिमाणं स्वीकरणेन, परमाणस्य परिमाणस्य स्वीकरणेन तत्र किमपि क्लेशः न भवति इति अस्ति. किन्तु अस्मिन् विषये भवन्तः किञ्चित् चिन्तयन्तु, अतः एव गभीरतया अवगमनं भवति. इत्यतः यद्यपि इदानीं मनसः परमाणुपरिमाणम् अस्माभिः स्वीकृतं, तत्र अवशिष्टम् इत्यतः परमाणुपरिमाणं स्वीकृतं, तत्र किमपि क्लेशः भवति वा, दोषः भवति वा इति भवन्तः कृपया चिन्तयन्तु. अस्तु, समयः जातः, अत्र स्थगयामः. अग्रिमे सप्ताहे तत्र करपत्रं पठेम. अस्तु, सर्वेषां नमस्कारः, धन्यवादाश्च. नमस्कारः महोदय. धन्यवादः महोदय.